अस्तु तर्हि सर्वेषां स्वागतम् अत्र गीतासोपानस्य द्वितीयभागस्य अष्टषष्ट्यधिकशततमे पुटे अन्तिमभागः अस्ति शत्रन्तानां रूपाणां पाठः. तत्र सर्वम् अधीतम् अस्माभिः, केवलं तत्र द्वित्राः श्लोकाः सन्ति, अनन्तरं षाणजन्तुरूपाणि सन्ति. तर्हि अत्र प्रथमश्लोकः अस्ति, तत्र अभिनवमदय अस्ति वा, तत्र बहिः अस्ति अथवा पुस्तकमस्ति पुरतः? म्यूट् करोतु बहु. अस्तु अस्तु, समीचीनमस्ति. तर्हि अत्र नताशा भगिनी पठितुम् अस्ति वा? गच्छन् पिपीलिको याति. भगिनी अस्ति? आम् महोदय. श्लोकं पश्यति वा अधोभागे? कः पुटः महोदय? अष्टषष्टिः अधिकशततमे पुटे. आम् महोदय. श्लोकः गच्छन् पिपीलिको. गच्छन् पिपीलिको याति योजनानां शतान्यपि अगच्छन् वैनतेयोऽपि पदमेकं न गच्छति. शत्रन्तरूपं कुत्र अस्ति? गच्छन् अपि च अपि अगच्छन् अगच्छन् इति तत्र उभयत्र अस्ति. अत्र श्लोकस्य अर्थम् अवगच्छति चेत् किञ्चित् वदति वा? अर्थं न महोदय. अत्र गच्छन् पिपीलिकः, पिपीलिकः तत्र अवगच्छति वा? गच्छन् पिपीलिकः, पिपीलिकाः आङ्ग्लभाषायां जानाति खलु. यः पिपीलिकः गच्छति सः गच्छन् अस्ति. आम् अस्तु. अनन्तरं याति, याति न जानामि महोदय. याति कोऽपि जानाति वा याति इत्युक्ते? याति गच्छति, गच्छति इति अर्थः. अदादिगणे अस्ति या, याति, याति इति अस्ति. गच्छति इति तावदेव अस्ति. अत्र गभीर अर्थः नास्ति, तत्र सरलरीत्या तत् सर्वं दत्तमस्ति. योजनम् इति योजना किं प्लान् न प्रथमतया भाषां वयं तु न जानीमः एव, भवती तु जानाति. अत्र न प्रवर्तते, द्विवारं भवती उक्तवती तत् न समीचीनं नास्ति. द्वितीयमस्ति अत्र तादृश अर्थः अपि नास्ति. योजनं प्राचीनकाले एकं योजनं भवति स्म, योजनं कोऽपि वदति वा? सञ्जीवं वदति, सहायं करोति वा? योजना इति दूरस्य मापनम् अस्ति, मार्गमापनं. तादृशं योजना तादृशमस्ति. यथा लङ्का आसीत् शतयोजनदूरं. इति अस्ति. बहु समीचीनमस्ति. तर्हि तत्र गच्छनस्य गमनस्य मापनमस्ति. अनन्तरं भगिनी वदतु, अनन्तरं तत्र पदविच्छेदं करोतु. शतान्यपि, शत अन्य अपि, न न न तथा नास्ति. अन्य कोऽपि अत्र शतानि, हा शतानि इति अस्ति. शतानि कः उक्तवान्? रवि. नमस्कार रवि महोदय, बहु समीचीनमस्ति. अन्य कोऽपि अस्ति वा? नूतनतया पद्मा भगिनी. अन्य कोऽपि? श्रीनिवास महोदय. अन्य कोऽपि अस्ति? पुष्पा. पुष्पा तु जानामि एव. अन्य कोऽपि? एकवारम् अन्तिमवारं वदामि तर्हि. अत्र अभिनवमहोदय, अजयमहोदय, सञ्जीवमहोदय, राजमहोदय, मीनाभगिनी, सहदेवमहोदय, सन्ध्याभगिनी, शिल्पाभगिनी, नताशाभगिनी, पुष्पाभगिनी, नरेशमहोदय, रविमहोदय, पद्माभगिनी, श्रीनिवासमहोदय. अन्य कोऽपि अस्ति वा? अस्तु, समीचीनमस्ति. हा रवि, तत्र रविमहोदय, अत्र किमस्ति? हा पदविच्छेदं करोतु. रविमहोदय अस्ति महोदय? गच्छन् पीलिका याति योजनानां शतानि अपि. पुनः शतानि अपि. शतानि, शतानि इत्युक्ते शत् इति संख्या अस्ति. शतानि तत् बहुवचनात् रूप. हा हा हा बहुवचनात् रूपम् अस्ति. बहु समीचीनं. शतानि, अत्र विभक्तिः प्रथमाविभक्ति. अत्र विभक्ति बहुवचन. हा अत्र किं चिन्तनं तत्र राजमहोदय? तत्र किं चिन्तनमस्ति राजमहोदय? प्रश्नः कः अस्ति? शतानि इति पदस्य विभक्तिः वा? सत्यं. नपुंसकलिङ्गं द्वितीया विभक्तिः. हा किमर्थम्? एकः पिपीलिकः गच्छन् अस्ति, सः गच्छति शतानि योजनानि. सः याति लक्ष्यं किमर्थम्? पुनर्वदतु महोदय. हा द्वितीया विभक्तिः किमर्थमिति. सम्यक् सम्यक् एव. किमर्थं लक्ष्यमस्ति तस्य? हा हा हा नाम हा तत्र अत्र कस्य कर्मपदमस्ति? कस्य कर्मपदं तु अस्ति खलु. द्वितीयाविभक्तिः इत्युक्ते कर्मपदम् अत्र. आम् द्वितीयाविभक्ति कर्मपदमेव अत्र. नाम अन्वयः कुत्र अस्ति? अन्वयः तत्र कस्य पदस्य कर्मपदमस्ति इति. पिपीलिकः कर्तृपदमस्ति. पिपीलिकः गच्छति, तस्य लक्ष्यमस्ति शतयोजनपरिमितं दूरं. अतः शतानि योजनानि अत्र कर्मपदं भवति. हा हा सत्यं. यत्र तत्र कारकविषये अग्रे गत्वा करिष्यामः तत्सर्वं. तत्र कारकविषयः यत्र भवति अन्वयः भवति क्रियायाम् इति. याति इति तिङन्तपदमस्ति, क्रियापदं. याति इत्यस्य कर्मपदं भवति शतानि. तादृश तत्र सम्बन्धः अस्ति क्रियापदम् अपि च कर्मपदयोः यस्मात् शतानि इति द्वितीयविभक्त्यन्तं भवति. अस्तु, बहु समीचीनमस्ति. गच्छन् पिपीलिकः योजनानां शतानि अपि याति. याति इति यस्मात् तत्र शतानि द्वितीयविभक्त्यन्तं भवति. अस्तु, इतः अग्रे तर्हि नरेशमहोदय अत्र अग्रे अगच्छन्. अगच्छन् वैनतेयो अपि पदमेकं न गच्छति. अर्थः केन तैयः अति न जानामि गुरुडा विनतस्य पुत्रः वैनतेयः हा हा हा सत्यं विनतायाः पुत्रः विनता इति अस्य विनतायाः पुत्रः इति गुरुडा इति वैनतेयः हा तर्हि तादृश अत्र पक्षिविशेषः इति चिन्तयामः अगच्छन् पक्षी पदमेकं न गच्छति इति आहत्य श्लोकस्य तर्हि अर्थः कः गच्छन् पिपीलकः अत्र पिपीलिका इति स्त्रियां पिपीलकः इति पुल्लिङ्गे गच्छन् पिपीलकः योजनानां शतानि अपि याति अगच्छन् वैनतेयः पदमेकमपि न गच्छति तर्हि आहत्य तस्य अर्थः कः इति श्रीनिवासमहोदय तत्र सहायं करोति वा सारांशः कः गच्छन् अगच्छन् वैनतो इति पदमेकं न आगच्छति ते कुत्रापि न गच्छति पङ्क्तिद्वयमस्ति खलु सारांश नाम तत्र अत्र सन्देशः अस्ति शिक्षा अस्ति खलु शिक्षा का श्लोकः अस्ति खलु शिक्षा का सञ्जीवमहोदय सहायं करोति वा पिपीलकः गात्रपरिमाणे लघु अस्ति तदापि गमनं कुर्वन् बहु दूरं प्राप्नोति प्रयत्नं कुर्वन् लघु गात्रम प्राणी अपि बहु दूरं गन्तुं शक्नोति परन्तु बहु वैनतेयः बहु शक्तिशालिः पक्षी अस्ति सः अपि प्रयत्नम् अकृत्वा किञ्चिदपि न कर्तुं शक्नोति प्रयत्नम् आवश्यकं प्रयत्नः आवश्यकः प्रयत्नः आवश्यकः इति शिक्षा इति सन्देशः अस्ति अत्र तत्र पिपीलकः प्रयत्नशाली अस्ति इति कृत्वा बहु दूरपर्यन्तं गन्तुं शक्नोति लघु अस्ति चेदपि किन्तु बृहान् पक्षी यः तत्र सुलभतया तदपेक्षया बहु दूरं गन्तुं शक्नोति किन्तु प्रयत्नेन विना कुत्रापि न गन्तुं शक्यते इति सन्देशः अस्तु बहु समीचीनमस्ति अग्रे प्रश्नः अस्ति योजनानाम् इति अस्य षष्ठी विभक्तिः अस्ति हा योजनानां शतं योजनानां शतानि इति शैली अस्ति तत्र संख्या संस्कृतभाषायां तत्र संख्या शैलीविशेषः इदानीम् अधिक तत्र अधिक गभीरतया गन्तुं न इच्छामि अस्मिन् किन्तु तादृश साहित्ये तादृशप्रयोगः तत्र प्राप्यते अस्माभिः योजनानां शतं सामान्यतया तत्र सम्भाषणावसरे तादृशप्रयोगः न भवति अस्माकं किन्तु तादृश उपयोगः अस्ति नाम सामान्यतया तत्र सामान्यतया गणनस्य कृते सङ्ख्यानाम् उपयोगः भवति अस्माकं किन्तु अत्र सङ्ख्यात्मक एव अर्थः अस्ति नाम तत्र साधारणतया शतम् इति योजनस्य विशेषणमस्ति किन्तु अत्र तथा नास्ति नाम यथा विंशतिः बालकाः अत्र विंशतिः बालकाः इत्यस्मिन् बालकाः इति विशेष्यं विंशतिः इति विशेषणम् इदानीं विंशतिः इति नित्यम् एकवचनान्तपदं नित्यस्त्रीलिङ्गपदं च किन्तु विशेषणं तु अस्ति अनन्तरं वक्तुं शक्नुमः यत् बालकानां विंशतिः, इदानीं बालकानां विंशतिः इति वदामः चेत् तत्र बालकानाम् इति विंशतिः इति विशेषणं तदानीं नास्ति, किन्तु विंशतिः बालकाः इति सामान्यप्रयोगः, तत्र विशेषणविशेषभावः अस्ति, अत्र विशेष विंशतिः इति विशेषणमस्ति, विंशतिः इत्युक्ते बालकाः, तत्र सङ्केतकार्थकः अस्ति, अर्थः अस्ति तत्र, यथा सुन्दरः बालकः गच्छति, तत्र सुन्दरः कः? बालकः इति कृत्वा सामान्यतया संख्या इति विशेषणं भवति, किन्तु यत्र बालकानां विंशतिः अस्ति तत्र विंशतिः इति संख्या एव शुद्धा संख्या, न तु विशेषणम् इति शैलीभेदः. समीचीनं, तत्र साहित्ये तथा आङ्ग्लभाषायां काव्ये उपयोगं सामान्य उपयोगमस्ति, बट् काव्ये अस्ति तादृशमपि भवति, नाम पुरातन आङ्ग्लभाषायामपि तादृशं कुत्रचित् भवति, किन्तु संस्कृतेन तत्र बहुत्र अस्ति साहित्ये. अस्तु, समीचीनमस्ति, अग्रे तर्हि राजमहोदय, तत्र अग्रिमं श्लोकं पठितुम् अर्हति वा महोदय? मम समीपं पुस्तकं नास्ति महोदय. ओ, पुस्तकं नास्ति, तर्हि कोऽपि हो तत्र लिङ्क् इति अस्ति, लिङ्क् इति नाम डौन्लोड् कर्तुं शक्नोति भवान्? कस्य जालपुटस्य समीपमस्ति तत् पुस्तकम्? इदानीं प्रेषयामि, इदानीं यतोहि कस्यचित् अपि पार्श्वे भवतः ईमेल् सङ्केतः नास्ति, प्रेषयामि. राज् कोतुरु खलु? आर्यसमाज गीतासोपानम् इति, हा, एकनिमेषं, मम पुरतः अस्ति, 39 आर्यसमाज डौन्लोड्, हा, पार्ट् टु, हा, पार्ट् टु इति अस्ति आर्यसमाज, प्रेषयामि. चिन्ता मास्तु, अहं अस्तु, एकनिमेषः, हा, अस्तु, अग्रे गच्छेम. तर्हि अन्य कोऽपि अत्र लिङ्क् त्रयमस्ति, प्रेषयन् अस्मि, तत्र द्वितीयमस्ति. अस्तु, हा, अस्तु, तर्हि अत्र श्लोकः अस्ति, तत्र मीना भगिनी पठति वा? वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं धारयते बलिं चलयते छत्रक्षयं कुर्वते पौलस्त्यं जयते हलं कलयते कारुण्यम् आतन्वते म्लेच्छानां मूर्च्यते दशाकृति कृते कृष्णाय तुभ्यं नमः. अत्र बहु किमपि अस्ति, किन्तु अत्र मुख्यमस्ति किम् इति, तत्र शत्रन्त पदानि बहूनि सन्ति, अपि च यत्र कुत्रापि श्लोकः भवति चेत् अस्माकं प्रथमं कार्यं किमस्ति? कर्तृपदं, हा हा, न कर्तृपदमिति न, तत्र क्रियापदमपेक्षितं. किमर्थं क्रियापदमपेक्षितम् इति अद्यतनवर्गस्य आरम्भे मया उक्तं किं, यत्र कारकविषयः अस्ति तत्र क्रियायाम् अन्वयः भवति सर्वत्र, उपपदविभक्तिः नास्ति चेत् क्रियायाम् अन्वयः, नाम तत्र बहूनि पदानि सन्ति अस्मिन् श्लोके, एतेषां सर्वेषां पदानां सम्बन्धः भवति क्रियया सह. अत्र श्लोकस्य अन्तिमपदं किं? नमः इति, कृष्णाय तुभ्यं नमः, हा, यत्र न केवलं कृष्णाय तुभ्यं इति, नाम यत्र नमः भवति तत्र का विभक्तिः भवति? चतुर्थी विभक्ति, चतुर्थी विभक्ति. अतः अत्र आकृतिः अस्य श्लोकस्य अतीव सरला अस्ति. सर्वत्र सर्वत्र केवलं चतुर्थीविभक्तिः अस्ति. नाम विशेषणत्वेन उपयुज्यते तत्र कृष्णाय तुभ्यं तत्र नमः. कृष्णाय इति कीदृशकृष्णाय तस्मै इति कृत्वा चतुर्थीविभक्तिः सर्वत्र अस्ति. अत्र पदानाम् अर्थः द्रष्टव्यः अस्ति सर्वत्र. प्रथमपदद्वयमिति पठतु कृपया भगिनि. वेदान् उद्धरते जगन् निवहते. अत्र केवलं प्रथमं पदं वस्तुतः वेदान् उद्धरत् इति उद्धरते इति चतुर्थीविभक्ति. हा उद्धरते वेदान्. अत्र वेदान् इति सिका विभक्तिः. वेदान् इति द्वितीया विभक्ति. द्वितीया विभक्ति वचनं बहुवचनमस्ति. समीचीनमस्ति. वेदान् उद्धरते. अत्र उद्धरते इत्यस्य चतुर्थीविभक्त्यन्तं पदं तत्र शत्रन्तमस्ति. उद्धरत् गच्छत्. गच्छत् इत्यस्य चतुर्थीविभक्तौ गच्छते. गच्छन् गच्छन्तौ गच्छन्तः इत्यादीनि रूपाणि सन्ति खलु. गच्छते इति चतुर्थी एकवचने. तर्हि अत्र वेदान् उद्धरते. अत्र जगत् निवहते. निवहते क्षम्यतां. तत्र हां तत्र निवहत् इति प्रातिपदिकमस्ति. निवहत् निवहन् निवहन्तौ निवहन्तः इति निवहते. जगत् निवहते इति सर्वत्र तादृश अर्थः अस्ति. सर्वे अत्र अग्रिमं तृतीयं किमस्ति अजयमहोदय वदतु. भूगोलमुद्बिभ्रते. हा हा हा भूगोलं नाम भूगोलम् इति इत्युक्ते तत् इति पृथिवी इति अर्थः. पृथिवीं उद्बिभ्रते इति पुनः चतुर्थी. एतत् सर्वं कृष्णस्य विशेषणानि सन्ति. शत्रन्तपदं तत्र विशेषणमस्ति खलु. हा नाम उद्धरते कृष्णाय, निवहते कृष्णाय, उद्बिभ्रते कृष्णाय, दैत्यं धारयते कस्मै कृष्णाय, बलिं छलयते कृष्णाय, तादृशाय कृष्णाय तुभ्यं नमः इति सर्वत्र तथा अस्ति. सर्वे नाम शब्दकोशं स्वीकृत्य सर्वे अवगन्तुं शक्नुवन्ति. क्षत्रक्षयं कुर्वते. क्षत्रक्षयं कुर्वते इति चतुर्थी पुनः अस्ति इति सर्वत्र अस्ति. अत्र अतः अग्रे गच्छेम. एतत् सर्वं जनाः शब्दकोशे द्रष्टुं शक्नुवन्ति. सर्वत्र तथा अस्ति. शत्रन्त्ररूपं चतुर्थीविभक्तौ. समीचीनम्. अन्ततो गत्वा तत्र शिल्पा भगिनी अन्ते तत्र सूक्तिः अस्ति. पठति वा भगिनि. सूक्तिः अपन्थानं तु गच्छन्तं सोदरोऽपि विमुञ्चति. हा अस्तु समीचीनमस्ति. अत्र श्लोकस्य कश्चन श्लोकस्य भागः अस्ति. अत्र कोऽपि जानाति वा? अहं प्रयत्नं करोमि महोदय. अत्र अस्तु, कः अस्ति? अजय महोदय वा? अहं राजः अस्मि. राजमहोदय अस्तु, वदतु. एकः सोदरः अस्माकं प्रियः भवति, सोपि अकार्यं करोति चेत् अपन्थानं नाम दुर्मार्गं प्रति गच्छति चेत् तस्य विमोचनमेव साधु भवति. विमोचनं नाम त्यजनं, तस्य त्यागः. हा हा हा, त्यजनं बहु समीचीनमस्ति. तत्र इति द्वितीयपङ्क्तिः अस्ति अस्य श्लोकस्य. अपन्थानं नाम असमीचीनमार्गं गच्छन्तं. गच्छन्तमिति कीदृश तत्र पदपरिचयः, पदपरिचयः महोदय? द्वितीय एकवचनं गच्छन्, गच्छन्तौ, गच्छन्तः, गच्छन्तं, गच्छतौ, गच्छतः. द्वितीय एकवचनं. अपन्थानं गच्छन्तं सहोदरः, क्षम्यतां, सदरः, सोदरः इति, क्षम्यतां, सोदरः अपि विमुच्छन् विमुच्छति. महोदय, पूर्वसुभाषिष्टं वदामि. वदतु. यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोपि सहायताम्, अपन्थानां तु गच्छन्तं सोदरोऽपि विमुञ्चते. अपन्थानं यान्ति न्यायप्रवृत्तस्य, यान्ति न्यायप्रवृत्तस्य तिर्यञ्चोऽपि, तिर्यञ्चः अपि सहायताम्. नाम पशवः अपि साहाय्यं कुर्वन्ति ये धार्मिकमार्गं तत्र गच्छन्ति. किन्तु ये सहोदराः अपि नाम ये सम्यक् मार्गं न गच्छन्ति ते तान् सहोदराः अपि त्यजन्ति इति अर्थः. गच्छन्तम् इति अत्र अस्माकं शिक्षा अस्ति. अस्तु, सम्यक् अस्ति. इति शत्रान्तानां तत्र परिसमाप्तिः अस्ति. अग्रे गच्छेम तर्हि. इदानीं शानच् प्रत्ययः. शानच् प्रत्ययः अपि तथा वर्तमानकालार्थे भवति यथा शत्रन्त रूपाणि भवन्ति. भेदः अस्ति यत् परस्मैपदी धातुः अस्ति चेत् शत्रप्रत्ययः भवति, आत्मनेपदे धातुः अस्ति चेत् शानजन्तरूपं भवति. शानच् प्रत्ययः, शानच् इत्यस्मिन् आन इति भागः अवशिष्यते. आन अपि च अङ्गम् अदन्तमस्ति चेत् मुगागमः भवति. आने मुक् इति सूत्रेण प्रदर्शयामि अनन्तरं. नाम मान इति भवति, आन इति भवति यत्र अङ्गम् अनदन्तमस्ति. यत्र अङ्गम् अदन्तमस्ति तत्र मान, तत्र मुगागमः भवति. आने मुक् इति सूत्रेण मान इति भवति. अस्य अर्थः कः इति चेत् स्त्रीलिङ्गे यत्र शत्रन्तरूपाणि सन्ति खलु, वयं किम् उक्तवन्तः नाम स्त्रीलिङ्गस्य शत्रन्तरूपमस्ति चेत् कथं जानीमः यत् रूपं कीदृशं स्यात्? तत्र सन्ध्यापगिनि तत्र स्मरति वा? न महोदय. भवती जानाति एव, नाटकं मात्रं करोतु. तत्र तत्र यथा यथा गम् यथा वद् धातुः, वद् धातुः तत्र पुल्लिङ्गन्तरूपं शत्रन्तरूपं कथं भवति? कथं तत्र मार्गः कः अस्ति? ओके, स्मरामि. वद् धातुः अस्माभिः तत्र पुल्लिङ्गे तत्र प्रथमं सोपानं पुल्लिङ्गे रूपं किम्, अनन्तरं स्त्रीलिङ्गे रूपं किं, तत्र सोपानं किमस्ति? सोपानानि स्त्रीलिङ्गे अन्तिमशब्दः न, प्रथमतया पुल्लिङ्गरूपं कथं जानीमः? ओके, स्मरति वा? अहं स्मरामि, परन्तु एक्स्प्लेन् कर्तुं न भवती तु कर्तुं शक्नोति अस्तु यदि न अस्ति अन्तिमे पुल्लिङ्ग एकवचन न मीना भगिनी किञ्चित् साहाय्यं करोति वा विस्मरणं न भवेत् पुल्लिङ्गरूपं तु प्रथमविभक्ति बहुवचन धातुरूपं स्वीकृत्य विभक्तिः वा प्रथमविभक्तिः वा प्रथमपुरुष बहुवचनरूपं स्वीकृत्य पुल्लिङ्ग प्रातिपदिकस्य नाम लट्लकारे बहुवचनान्तरूपं प्रथमपुरुषे किं भवति वदन्ति वदतु इति भागं विहाय वदन् इति अस्ति वदन्येव प्रातिपदिकमस्ति प्रातिपदिकमिति न प्रथमाविभक्ति एकवचनविभक्तौ एकवचनरूपमस्ति हा इति वदन् इदानीं ततः अग्रे स्त्रीलिङ्गे कथं जानीमः किमस्ति इति योजनं कृत्वा वदन्ति इति भवति वदन्ति अनन्तरं अनन्तरं नपुंसकलिङ्गरूपं न स्त्रीलिङ्गे तत्र कार्यं न सिद्धं तावता नकारः नुमागमः किम् अस्ति किं नास्ति इति भेदः अस्ति स्त्रीलिङ्गे नाम नकारः यः नकारः अस्ति गच्छन् वदन्ति इति नकारः तिष्ठति न वा इति कथं जानीमः धातुगणम् अनुसृत्य निर्णयं करोमि न एतत् सर्वं न अपेक्षितं तत्र मया किम् उक्तमासीत् लट्लकारस्य प्रथमपुरुषस्य एकवचने किम् वदत् इति अस्ति वदति इति त्यजत्वा तस्य पूर्वम् अकारः अस्ति चेत् नकारः तिष्ठति नास्ति चेत् न तिष्ठति इति सोपानानि सन्ति अत्रापि तथा नाम किमर्थम् एतत् सर्वं पुनः कारितमस्ति इति कृत्वा अत्रापि तादृशं चिन्तनमस्ति तर्हि छत्रन्तरूपस्य स्त्रीलिङ्गन्तरूपं यत्र भवति यानि सोपानानि अपेक्षितानि सन्ति तेषाम् उपयोगः भवति अत्रापि कुत्र यत्र शानजन्तरूपम् अस्ति तर्हि सोपानानि कानि प्रथमतया पुल्लिङ्गरूपं नाम शत्रन्तरस्य विषयः इदानीं पुल्लिङ्गरूपं नाम लट्लकारस्य प्रथमपुरुषस्य बहुवचनान्तरूपम् अस्ति वदन्ति ति इति निष्कासयामः वदन् इति प्रथमविभक्तौ रूपमस्ति वदन् इदानीं स्त्रीलिङ्गरूपं किं तकारे दीर्घिकारः इति भागं संयोजयामः वदन्ति इदानीं नकारः तिष्ठति न वा इत्यस्य अवगमनार्थं लट्लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं किं वदति ति इत्यस्मात् प्राक् यः वर्णः अस्ति सः लघु अकारः अस्ति चेत् नकारः तिष्ठति नो चेत् अपगच्छति अत्र अकारः अस्ति वदति ति इत्यस्मात् पूर्वम् अकारः अस्ति इति कृत्वा नकारः तिष्ठति खलु वदन्ति किन्तु अत्र शिल्पा भगिनी तत्र क्री धातुः क्री इति वदति वा क्री धातुः पुल्लिङ्गे अथवा स्त्रीलिङ्गे स्त्रीलिङ्गे कथं भवति नाम क्रमेण प्रथमतया पुल्लिङ्गमस्ति ओके अस्तु प्रथमपुरुषे बहुवचने क्री क्रीडातुः क्रीडातुः न क्रयणार्थे नाम आपणं गत्वा क्रयणं क्रीणाति क्रीणन्ति सम्यक् सम्यक् तर्हि बहुवचने क्रीणन्ति तर्हि अन्तिमभागः अस्ति वयं टी निष्कासयामः क्रीणन् तिष्ठति तर्हि पुल्लिङ्गे प्रथमविभक्तौ पुल्लिङ्गे प्रथमविभक्तौ क्रीणन् अस्ति स्त्रीलिङ्ग् लट्लकारे प्रथमविभक्तौ प्रथमपुरुषे क्रीणाति किन्तु प्रथमतया किमस्ति क्रीणन् पुल्लिङ्गे इदानीं तकारे दीर्घैकारः इति भागं संयोजयामः क्रीणन् योगः ति इति प्रथमतया भवति क्रीणन् अस्ति पुल्लिङ्गे प्रथमविभक्तौ क्रीणन् अस्ति स्त्रीलिङ्ग् ति योजयामः क्रीणन्ति किन्तु क्रीणन्ति किन्तु लट्लकारे प्रथमपुरुषे क्रीणाति अस्ति ति एकवचने तर्हि ति भागस्य पूर्वम् आ अस्ति अ नास्ति तर्हि स्त्रीलिङ्गे वयं न निष्कासयामः तर्हि क्रीणति स्त्रीलिङ्ग् प्रथमपुरुष प्रथमविभक्ति एकवचने अस्ति क्रीणति बहु सम्यक् अस्ति तर्हि अनया रीत्या नाम अत्र नुमागमः न तिष्ठति इति क्रीणति न तु क्रीणन्ति स्त्रियां क्रीणति अस्ति नाम अत्र यया रीत्या अस्माभिः अवगतं यत् नकारः तिष्ठति न वा स्त्रीलिङ्गन्तरूपे यत्र शत्रन्तस्य विषयः अस्ति अनया एव रीत्या तत्र एभिः एव सोपानैः रूपं किम् इति अवगच्छामः यत्र शानजन्तरूपमस्ति प्रथमतया यथा पुल्लिङ्गे बहुवचनान्तरूपं किं लट्लकारस्य प्रथमपुरुषस्य इति दृष्ट्वा तत्र टि इति निष्कासयामः नाम यथा गच्छन्ति इति वस्तुतः न्ति इति गच्छ इति अस्ति गच्छ अवशिष्यते किन्तु अत्र किं स्वीकर्तव्यमस्ति अत्र क्षम्यतां तत्र आत्मनेपदिधातुः अस्ति आत्मनेपदिधातुः अपेक्षितमस्ति यथा मोदते इति अस्ति मोदते इति इदानीम् आत्मनेपदिधातुः अस्ति मोद मोदते मोदेते मोदन्ते बहुवचनान्तरूपम् अस्ति मोदन्ते मोदन्ते इति इदानीं मोदन्ते ते इति निष्कासयामः मोद इति अस्ति मोद इदानीं शानच् इति अस्ति आन इदानीं मुगागमः भवति न वा इदानीं पुल्लिङ्गे नाम त्रिषु लिङ्गेषु तादृशमेव चिन्तनमस्ति नाम तत्र मुगागमः यथा स्त्रीलिङ्गे शत्रन्तरविषये तत्र तत्र नुमागमः भवति स्म न वा अत्र मुगागमः अस्ति मकारः आन तत्र मान भवति अथवा आन भवति इत्यस्मिन् विषये अत्र मोदन्ते इति अस्ति तत्र मोद इति प्रथमभागः अस्ति मोद इदानीं मान अथवा आन इति अस्य ज्ञानार्थं लट्लकारस्य प्रथमपुरुषस्य एकवचने ट् ते इत्यस्मात् पूर्वं लघु अकारः नास्ति अस्ति न वा इति दृष्ट्वा अस्ति चेत् मुगागमः भवति मा न, नास्ति चेत् मुगागमः न भवति आ न। तर्हि मोदते मोदेते मोदन्ते मोदन्ते ते इति निष्कासयामः मोद, इदानीम् एकवचने मोदते ते इत्यस्मात् पूर्वम् अकार लघु अकारः अस्ति अतः मुगागमः भवति मान भवति न तु आन, मोदमान मोदमान इति रूपमस्ति, वर्धमाने वर्धमान वर्तमान वर्तते वर्तेते वर्तन्ते वर्तन्ते ते निष्कासयामः आन अथवा मान इत्यस्य निर्णयार्थं तत्र एकवचने वर्तते ते इत्यस्मात् पूर्वं लघु अकारः अस्ति इति कृत्वा मुगागमः भवति वर्तमान। किन्तु कुरुते कुर्वाते कुर्वते कुरुते कुर्वाते कुर्वते अत्र कुर्वते बहुवचने अस्ति ते इति निष्कासयामः कुर्व, अनन्तरं मान अथवा आन इत्यस्य निर्णयार्थं तत्र एकवचने अस्ति कुरुते ते इत्यस्मात् पूर्वम् उकारः अस्ति न तु अकारः अतः आन भवति मुगागमः न भवति आन एव अस्ति तत्र कुर्वाणः कुर्वाण इति अस्ति। अत्र शानजन्तरूपम् अस्ति अत्र अकारान्तं यथा देवशब्दः अतः तत्र शत्रन्तरूपम् अस्ति तकारान्तः किञ्चित् काठिन्यम् आसीत् सर्वनामस्थान तत्र संज्ञा अपि भवति स्म गच्छन् तत्र नकारः भवति स्म मध्ये एतत् सर्वं किमपि नास्ति अत्र सौलभ्यमस्ति नितराम् अतः वर्धमान तत्र वर्ध तत्र वर्धमान इति वर्धमान अकारान्तरूपमस्ति स्त्रियां वर्धमाना वर्धमाना नपुंसकलिङ्गे वर्धमानम् इति यथा देवशब्दः त्रिषु नाम उन्नतः उन्नता उन्नतम् इति तादृशमस्ति बुद्धं। तर्हि रूपं कीदृशं भवति इति इत्यस्य किञ्चित् अभ्यासं कुर्मः। अत्र शुभधातुः शुभ शुभधातुः अत्र नरेशमहोदय तत्र सोपानानि कानि इति वदति वा शुभधातु लट् लकार प्रथम पुरुष शोभते शोभते शोभेते शोभन्ते ते त्यजत शोभ तो प्रथम विभक्ति शोभते ह्रस्व अकार अस्ति एकवचने शोभते एकवचने शो शोभते ह्रस्वकारः अस्ति तदा मुकारः शोभमानः शोभमान इति अस्ति बहु समीचीनमस्ति तादृशमेव अस्ति। तर्हि इदानीं वेद वेद इति धातुः अस्ति दिवादिगणे वेददातुः दिवादिगणे वेददातुः विद्यते इति सहदेव महोदय करोति वा सहदेव महोदय विद्यते का महोदय करोति वा न जानामि न जानाति अस्तु पुष्पा भगिनी करोति वा भगिनी अस्ति अस्मि अस्मि विद्यते विद्येते विद्यन्ते अग्रे अग्रे विद्य अन्ते निष्कास्य विद्यमान न एवम् एवं तु कार्यं न भवति खलु अन्ते निष्कासयामः अनन्तरं किं वक्तव्यमस्ति विद्यते अस्ति न अकारः अस्ति अत्र एकः प्रश्नमस्ति तत् तत्तु द्वे द य अस्ति चेत् किं करिष्यामः? न न न, तत्र किमपि नास्ति. अत्र विद्यते, विद्येते, विद्यन्ते, तत्र ते इति निष्कासयामः. तत्र विद्य अवशिष्यते, अनन्तरम् एकवचने विद्यते, विद्य विद्यते, विद्यमाना, विद्यमाना. तत्र तत्र फलं वयं सर्वे जानीमः. तत्र चिन्तनं किम् इति वक्तव्यमस्ति. विद्यते ते इत्यस्मात् प्राक् लघु अकारः अस्ति, अतः अतः मा मकारः अस्ति. सम्यक्. विद्यमान अस्तु, बहु समीचीनमस्ति. अस्तु, इदानीम् अग्रे सन्दीपमहोदय, तत्र चिन्दातु, तत्र चिदातु चिनुते, चिनुते इति करोति वा? चिनुते, चिनुते, चिन्वाते, चिन्वते इति अस्ति. अस्ति, चिन्वते इति बहुवचनरूपं, ते निष्कास्य चिन्व इति अवशिष्यते. एकवचनरूपं चिनुते, उकारः अस्ति, तदा अकारः नास्ति. तदर्थं मुगागमः न भवति. ते आन इति आगच्छति प्रत्ययः, चिन्वान इति रूपं भवति. सुन्दरं, सुन्दरं, बहु समीचीनमस्ति. तत् तथैव भवति. महोदय, एकः शङ्का, एका शङ्का अस्ति. चिन्वते इति रूपस्य ते इति निष्कासनं करोमि, चिन्व इति भवति, परन्तु गच्छन् नाट् गच्छन्ति, शोभन्ते इति रूपस्य ते इति निष्कासयामः चेत् ते इति न, न केवलं ते इति न, कुत्रचित् नकारः अस्ति बहुवचने, कुत्रचित् नास्ति. यत्र नकारः अस्ति तदेव, तदपि निष्कासनीयः, सपि निष्कासनीयः. यत्र नकारः भवति, कुत्रचित् नकारः अस्ति, कुत्रचित् नास्ति. अस्तु खलु, धन्यवादः. नाम तत्र तत्र अङ्गमदन्तमस्ति चेत् नकारः अस्ति, अङ्गमदन्तं नास्ति चेत् नकारः नास्ति. एतावत् न जानीमः चेत् चेदपि न कापि समस्या अस्ति. नकारः अस्ति चेत् निष्कासयामः, तावदेव. यतोहि तत्र प्रत्ययाः के सन्ति, तत्र अदा तत्र अङ्गमदन्तमस्ति चेत् ते इते अन्ते, अङ्गम् अनदन्तमस्ति चेत् ते आते अते, तर्हि मोदते, मोदेते, मोदन्ते. किन्तु चिनुते, चिन्वाते, चिन्वते. अतः ते इते अन्ते, किन्तु ते आते अते. नास्ति चिन्ता, नकारः अस्ति चेत् सापि अपगच्छति, तावदेव. अस्तु, समीचीनमस्ति. अग्रे च अग्रे तर्हि रविमहोदय. रविमहोदय, इदानीं कः इदानीं लश्च इति, लश्च इति धातुः अस्ति, नाम लज्जते. लज्जते, लज्जेते, लज्जन्ते. अत्र ह्रस्वकारः अस्ति, लज्जते ते निष्कास्य. नाम लज्जन्ते इति ते इति निष्कासयामः, लज्ज इति अस्ति. अनन्तरम् एकवचने लज्जते, लज्जते, लज्जमान भवति. लज्जमान, बहु समीचीनमस्ति. अनन्तरं अस्तु, राजमहोदय, तत्र भूञ् धातुः करोति वा? धातुः कः धातुः? भूञ् धातुः, भुङ्क्ते. भुङ्क्ते, आत्मनेपदी, भुज् धातुः, भुङ्क्ते, भुञ्जन्ते इति बहुवचनरूपम्. वस्तुतः तत् भुङ्क्ते, भुञ्जाते, भुञ्जते भुञ्जते अथे अथे इति अन्तं भवति भुञ्जते अत्र अकारान्तमङ्गं भुञ्ज इति अत्र प्रथमपुरुषे एकवचने लट्लकारे भुङ् भुञ्ज् इति अङ्गं भवति तत् अकारान्तं न अतः पुनः पुनः रूपाणि कानि इति वदामि एकवारं भुङ्क्ते भुङ्क्ते भुञ्जाते भुञ्जते भुङ्क्ते भुञ्जाते भुञ्जते भुञ्जते भुञ्जते इत्येतस्मिन् पदे भुञ्ज इति अकारान्तमङ्गम् अस्तु तत् स्वीकृत्य वयं अत्र प्रथमपुरुषे एकवचनरूपं लट्लकारं पश्यामः चेत् तत्र भुञ्ज् इति अङ्गम् अस्ति तत्र अकारान्तं न भुङ्क्ते तत्र ते इति अस्मात् पूर्वम् अतः मुग आगमः न भवति नाम तत्र रूपं किमस्ति भुङ्क्ते भुङ्क्ते ते इति अस्मात् पूर्वं कः वर्णः क इति वर्णः इति व्यञ्जनं हा ककारः न तु अकारः अतः मु इति वर्णस्य आगमः न भवति सत्यं सत्यं भुञ्जानः हा हा बहु समीचीनमस्ति इति तादृशं चिन्तनं भवति भुञ्जान इति प्रातिपदिकमस्ति भुञ्जान समीचीनमस्ति सर्वैः अवगतम् इति भाति तर्हि तदाधारेण अग्रे गच्छेम इदानीं कस्मिन् पुटे अस्ति अत्र सप्तत्यधिकशततमं पुटं शततमः पुटः तस्मिन् सप्तत्यधिकशततमे पुटे तत्र ततः आरभामहे अस्तु अधुना कः अस्ति सन्ध्या भगिनी पृच्छतु कृपया सुनिधि भगिनी अस्ति वा अस्तु अस्तु अस्तु समीचीनं सन्ध्या भगिनी पृच्छतु कृपया एकवारं अत्र अत्र यथा यत्र पुटस्य मध्ये यत् लिखितमस्ति यथा वर्तमान त्रिषु लिङ्गेषु भवति रक्तवर्णः अस्ति खलु यथा प्रवर्तमान यथा तत्त्व कुत्र अस्ति यथा प्रवर्तमान इति लिखितमस्ति रक्तवर्णे सप्त अधिक शततमे पुटे पुटस्य मध्ये लिखितमस्ति यथा प्रवर्तमानः कार्यक्रमः रक्तवर्णे यत् लिखितमस्ति रक्तवर्णे रक्तवर्णे नास्ति रेड् कलर् अस्ति खलु रेड् आम् परन्तु नास्ति अस्ति पेज् 170 क्षम्यताम् क्षम्यताम् प्रवर्तमान प्रवर्तमानः कार्यक्रमः पुल्लिङ्गं प्रवर्तमाना सभा स्त्रीलिङ्गं प्रवर्तमानं सत्रं नपुंसकलिङ्गम् अग्रे यतो शानज्यन्तरूपाणि पुल्लिङ्गे रामवत् स्त्रीलिङ्गे लतावत् नपुंसकलिङ्गे फल फलवत् च भवन्ति. हा समीचीनमस्ति. अस्तु पद्मा भगिनी अग्रे अभ्यासः. महोदय, यदोहारणम् एतेषां शानजन्तरूपाणि लिखत. वन्दते वन्द वन्द शान वन्दमाना. इदानीं सोपानानि यथा मया प्रदर्शितानि अत्र न प्रदर्श्यते तथा, किन्तु चिन्तनं यथा मया उक्तं बहुवचनान्तरूपं किं वन्दन्ते ते इति निष्कासयामः वन्द. एकवचने वन्दते ते इति अस्मात् पूर्वं लघु अकारः अस्ति अतः मुगागमः भवति वन्दमाना. तादृशं चिन्तनम् अस्ति सर्वत्र. वर्धते वर्धते वर्धन्ते वर्ध शानच वर्धमाना. हा हा, यतोहि वर्धते इत्यस्मिन् ते इत्यस्मात् पूर्वं लघुकारः वर्धमाना. अस्तु तर्हि अग्रे अजय महोदय अग्रे. कम्पते कम्पते कम्पेते कम्पन्ते अन्ते निष्कासयामः कम्प. इदानीं लट्लकार एकवचनरूपं कम्पते ते पूर्वं अकारः अस्ति कम्पा अकारः अस्ति अस्ति चेत् मुगागमः भवति वर्धमाना कम्पमाना कम्पमाना. हा सम्यक् अस्ति तथैव अस्ति. सहदेव महोदय तत्र एदते एदते एधेते एधन्ते अन्ते निष्कासयतु एकवचने एधते ते इत्यस्मात् पूर्वं लघु अकारः अस्ति अतः मुगागमः भवति एधमान. समीचीनमस्ति. अस्तु शिल्पा भगिनी अग्रे. मोदते मोदते मोदेते मोदन्ते अत्र निष्कासयामः मोद शनज न न मोदन्ते मोदते मोदेति मोदन्ते निष्कासयामः मोद मोद इति अवशिष्यते मोद अन्ते निष्कासयामः मोद तिष्ठति मोदते ते भागस्य पूर्वम् अस्ति तर्हि मोदमानः मोदमाना भवति मुगागमः मुक् आगमः मुगागमः मुगामगः मुगागमः आगच्छति आगच्छति इति आगमः मुगाग आगमः मुगागमः अस्तु. भवति तर्हि रूपमस्ति मोदमानः मोदमानः मोदमाना मोदमानम् इति त्रिषु लिङ्गेषु भवति. सम्यक् समीचीनमस्ति. नताशा भगिनि. सेवते अन्तिमभाग ते निष्कासयामः न तस्य एकवचने निष्कासयामः इति नास्ति. सेवते सेवेते सेवते सेवेते सेवन्ते बहुवचने निष्कासयामः बहुवचनं गत्वा तत्र बहुवचनान्तरूपत्वमतया अपेक्षितमस्ति. उदाहरणार्थं वदामि चिनुते चिन्वाते चिन्वते अत्र चिनुते इति स्वीकरोति चेत् तत्र समस्या भविष्यति चिनुते अतः बहुवचने चिन्वते अस्ति सेवते सेवेते सेवन्ते सेवन्ते सेवमान तत्र सेवन्ते इत्यस्मिन् चिन्तनं किमस्ति ते निष्कासयामः अन्ते सेव ह्रस्वकारः अन्तिमवर्णः तथापि सेवमानः न सेवा भवती कुत्र गतवती अत्र सेवा अनन्तरम् एकवचने किमस्ति सेवते सेवते तत्र किमस्ति ते इति अस्मात् पूर्वं लघु अकारः अस्ति इति कृत्वा मुगागमः भवति सेवमान इति चिन्तनमस्ति अत्र अत्र सुलभं भाति किन्तु यत्र काठिन्यं भवति तत्र समस्या तत्र दोषः भविष्यति सोपानानि न ज्ञायन्ते चेत् यत्र यत्र रूपं किञ्चित् असामान्यमस्ति तत्र समस्या भविष्यति अतः तत्र इमानि रूपाणि सामान्यानि सन्ति तानि स्वीकृत्य अस्माकम् अभ्यासः भवति भवतु तदाधारेण अग्रे गत्वा यत्र रूपम् असामान्यम् अस्ति तत्र अस्माकं काठिन्यं न स्यात् अस्तु समीचीनमस्ति रविमहोदय अग्रे लभते महोदय अस्ति लभते लभेते लभन्ते लभन्ते अन्ते निष्कास्य लभ एकवचने अन्ते इति न निष्कासयामः अन्ते इति नास्ति अन्ते अन्ते निष्कासयामः लभ इति अवशिष्यते लभ लभ एकवचने लभते ते निष्कास्य तत्र ह्रस्वकारः अस्ति अतः मुगागमः भवति लभमान भवति हा बहु समीचीनमस्ति अस्तु श्रीनिवासमहोदय अग्रे विद्यते वयं कृतवन्तः शोभते कृतवन्तः अग्रे स्पर्धते स्पर्धेते स्पर्धन्ते इति भवति महोदय अन्ते निष्कासयामः चेत् स्पर्धा भवति तत्र ह्रस्वकारः भवति तत्कारणात् स्पर्धमाना मुगागमः भवति बहुवचने अन्ते निष्कासयामः स्पर्धा एकवचने स्पर्धते ते इत्यस्मात् पूर्वं लघुकारः मुगागमः भवति स्पर्धमाना बहुवचनान्तरूपं तत्र मूलभागः स्पर्धा एकवचनान्तरूपं तत्र मुगागमः भवति न वा इति चिन्तनमस्ति अस्तु सुनिधि भगिनी अग्रे भाषते ईक्षते नापेक्षितं भाषते भाषते भाषेते भाषन्ते ते निष्कासयामि भाषा तत् अस्ति प्रथमपुरुष एकवचने भाषते अस्ति ते पूर्वम् अकारः अस्ति अतः मुगागमः तिष्ठति भाषमानः समीचीनमस्ति हा बहु समीचीनमस्ति भगिनि इदानीम् एकं वैशिष्ट्यं किन्तु अस्ति अत्र वैशिष्ट्यं किम् इति चेत् तत्र मूर्धन्यषकारः अस्ति मूर्धन्यषकारः अस्ति चेत् तत्र तस्य कश्चन प्रभावः भवति न वा इति जानाति वा भाषमान अस्ति हा नाम समीचीनं समीचीनं नाम किं जातं नकार न अस्ति नकार तत्र दन्त्यनकारस्य स्थाने मूर्धन्य अणकारः अणकारः भवति तत्र षकारस्य प्रभावेन तत्र भाषमाण इति भवति बहु सम्यक्। तत्र णत्वस्य विषयः रेफस्य ऋकारस्य षकारस्य प्रभावेन च तत्र णत्वं भवति। सम्यक् सम्यक्। अस्तु अग्रे अग्रे तर्हि इदानीं अस्तु सञ्जीवमहोदय कृपया सज्जते। सज्जते सज्जेते सज्जन्ते ते सज्जन्ते बहु एक प्रथमपुरुष बहुवचनरूपं तत्र सज्जन्ते मूलरूपं भवति सज्ज प्रथमपुरुष एकवचनरूपम् अस्ति सज्जते तत्र मूलरूपे अकारः ह्रस्वकारः अस्ति ततः मुगागमः भवति शानच् रूपं भवति सज्जमानः। हा हा सुन्दरं सुन्दरं हा इति अस्ति। अत्र सर्वत्र मुगागमः भवति स्म सामान्यतया तथा अस्ति किन्तु सर्वत्र नास्ति खलु। अतः यत्र अस्माकम् एकवचनान्तरूपे तत्र ते इत्यस्मात् पूर्वं यथा भुङ्क्ते यथा चिनुते यथा अधीते एतादृशु कुरुते एतादृशेषु स्थलेषु तत्र नुमागमः न भविष्यति। चिन्वानः कुर्वाणः भुञ्जानः अधीय न न तत्र भवति तत्र अधीयानः एतादृशेषु स्थलेषु मूगागमः न भवति। अस्तु सन्दीपमहोदय अग्रे अस्माकम् अग्रिमभ्यासः। अधोलिखितानि वाक्यानि शानजन्तप्रयोगेण परिवर्तयत। यथा उदाहरणं शिशुः निरीक्षते शिशुः निरीक्षमाणः अस्ति। द्वितीयं धनुः स्रंसते शानजन्तप्रयोगः अस्ति धनुः संस्रमाणम् अस्ति। हा हा हा समीचीनमस्ति। अतः अस्माभिः शब्दस्य लिङ्गं ज्ञातव्यमस्ति। अत्र धनुः तद् धनुष् इति नपुंसकलिङ्गशब्दः अस्ति। धनुः संस्रमाणम् अस्ति इति अस्ति संस्रमाणम्। हा हा सत्यम्। अत्र अत्र प्रश्नः अस्ति महोदय अत्र संस्रमाणम् अत्र मूर्धन्यनकारः वा दन्त्यनकारः वा इति अहं वदामि स्म। अत्र अस्माकं तत्र बहुत्र शानजन्तरूपेषु बहुत्र णत्वं भवति यतोहि धातौ रेफः अस्ति चेत् अपि च तत्र बाधा नास्ति चेत् भविष्यति। अत्र के वर्णाः अन्तर्गताः सन्ति इति दृष्ट्वा वयं निर्णयं कर्तुं शक्नुमः। अत्र किं सञ्जीवमहोदय किं वदति भवान् अत्र णत्वं भवति न वा? णत्वं न भवति वा? हा किमर्थं तस्य इति मध्ये बाधा अस्ति। कः वर्णः बाधा? सकारः सकारः बाधा अस्ति तदर्थम् अणत्वं न भवति किन्तु बहुत्र भविष्यति। बाधा नास्ति चेत् भवति एव। अत्र सकारः बाधा अस्ति। के वर्णाः बाधा न भवन्ति इति सञ्जीवमहोदय किञ्चित् वदति वा स्मरति वा? कवर्गस्य वर्णाः पवर्गस्य वर्णाः तथा अयवर ल इति वर्णाः बाधा न भवन्ति। हा ल इति किन्तु अस्ति अन्ये वर्णाः बाधा न भवति अपि च स्वरवर्णाः अपि बाधा न सन्ति। स्वरवर्णाः तथा आङ् आ उपसर्ग हा हा हा इति अस्ति बहु समीचीनमस्ति. अन्ये वर्णाः सर्वे बाधकाः सन्ति. अत्र सकारः च वर्गः तवर्गः टवर्गः एते सर्वे वर्णाः शशस इति एते वर्णाः तत्र बाधाः सन्ति. अस्तु अग्रे गच्छेम तर्हि. राजमहोदय. आम् पण्डितौ विवदेते विवदेते वि इति उपसर्गः वदेते इति द्विवचनरूपं विवदेते वदन्ति इति उच्चारणं कुर्वन्ति इति अर्थः वा तत्र? हा सत्यं. वद वद वदमानौ स्तः पण्डितौ विवदमानौ स्तः. हा बहु समीचीनमस्ति. अत्र मुगागमः भवति न वा अनन्तरं पद शब्दस्य लिङ्गं किं वचनं किं तदाधारेण अस्माकं तत् भवति. पण्डितौ विवदमानौ स्तः इति अस्ति. सम्यक्. मीना भगिनी अग्रे. भक्तः कष्टं सहते. भक्तः कष्टं सहमानः. सहमानः वा? सत्यं सत्यं. भक्तस्य एव विशेषणमस्ति कष्टं. कस्य विशेषणम् इति अवगन्तव्यमस्ति. सम्यक्. कस्य विशेषणं? भक्तस्य विशेषणं. समानः भक्तः समानः. अस्तु समीचीनमस्ति. अग्रे गच्छेम. सन्ध्या भगिनी अग्रे. कातरः खिद्यते खिद्यते खिद्यते खिद्यन्ते तर्हि खिद्यमानः. कातरः खिद्यमानः अस्ति. समीचीनं. शुभा भगिनी अग्रे. बुधः योजते योजते सोरि यजते. बुधः युजते यजते यजते यजेते यजन्ते. बुधः यजमानः अस्ति. हा सम्यक् सम्यक्. पूजां करोति इति अर्थः. सम्यक्. अग्रे नताशा भगिनी अग्रे. महोदय अहं तु अस्मि. पुष्पा तु अस्मि. अस्तु नताशा भगिनी अग्रे. आं महोदय. जिज्ञासुः भजते भजते भजेते भजन्ते. जिज्ञासुः भजमानः अस्ति. हा हा हा सम्यक्. भज भजमानः अस्ति. अस्तु पुष्पा भगिनी अग्रे. आञ्जनेयः आस्ते आस्ते आसेते आसन्ते सम्यक् अस्ति. सम्यक् अस्ति न आस्ते आसते आसते आसते तत्तु आसानः आसानः. चिन्तनं सम्यक् अस्ति किन्तु अत्र एक एव अत्र न जानामि किमर्थं ते स्थापितवन्तः. किन्तु शानचन्तस्य क्षेत्रे एकः एव अपवादः अस्ति. एकः एव अपवादः भवति आस्दातोः. तत्र अपवादः अस्ति. अत्र सूत्रमस्ति ईदासः. ईदासः इति सूत्रम् अनेन आसः तत्र आन इत्यस्मिन् अ प्रथम अ तत्र तत्र आ न आ इत्यस्य स्थाने दीर्घकारः भवति, अतः आन इत्यस्य स्थाने ई न भवति, आसीनः. एक एव अपवादः अस्ति, आसीनः अस्ति. समीचीनं. नरेशमहोदय अग्रे. पाण्डवाः मोदन्ते बहुवचनं अस्ति, मोदन्ते अन्ते त्यजन मोद एकवचनं लट्लकार मोदते ते पूर्वम् अकारः सन्ति अस्ति मुगामग अस्ति पाण्डवाः मोदमानाः सन्ति. बहु समीचीनमस्ति. रवि महोदय अग्रे. आम्, रोमहर्षः जायते. रोमहर्षः जायमानः हा इति अस्ति. अस्तु, पद्मा भगिनी अग्रे. जीवात्मा उपसेवते. उपसेवमाना जीवात्मा उपसेवमाना. न, पुनः वदतु. जीवात्मा इति शब्दस्य लिङ्गं किम्? पुल्लिङ्गम्. अत्र जीवात्मा इत्यस्य प्रातिपदिकं किम्? जीवात्मन्. हा, नकारान्तपुल्लिङ्गशब्दः अस्ति. अस्तु, तर्हि किमस्ति? जीवात्मा उपसेवमानः. हा, इति अस्ति. श्रीनिवासमहोदय. भवान् सेवते. सेवते, सेवेते, सेवन्ते इति भवान् सेवमानः. समीचीनं. सुनिधि भगिनी अग्रे. आदित्यः प्रकाशते. आदित्यः प्रकाशमानः. हा, इति अस्ति. अस्तु, अग्रे. अजयमहोदय अग्रे. भीष्मः कुरुक्षेत्रे विराजते. भीष्मः कुरुक्षेत्रे विराजमानः अस्ति. विराजमानः अस्ति. समीचीनमस्ति. अग्रे सञ्जीवमहोदय अग्रे. सेना वर्तते. सेना वर्तमाना. सेना वर्तमाना. अत्र विराजमानः, अत्र सर्वे पश्यन्तु, अत्र निमित्तमस्ति रेफः, किन्तु मध्ये स्थितः जकारः बाधकः इति कृत्वा अणत्वं न भवति, नो चेत् भवति स्म. अस्तु, राजमहोदय. महोदय, वर्तते वर्तमानः, वर्तमानकालम् इति वर्तते इति इत्यस्य आगच्छति किम्? हा हा, वर्तमानः कालः नाम यः कालः इदानीं गच्छन् अस्ति, इदानीं यः कालः अस्ति वर्तते खलु, नाम सत्तायां वृत्तधातुः इत्युक्ते अस्ति इति अर्थः. अतः तादृशं तादृशी परम्परा जाता अस्ति वर्तमानः, किन्तु तस्य मूलं तथा अस्ति, नाम वर्तमानः इत्यस्य केवलं कालिकः अर्थः नास्ति खलु, अपरेषु स्थलेषु उपयुज्यते अस्माभिः. किन्तु तथा अस्ति. अस्तु अग्रे राजमहोदय अग्रे युद्धम् अनुवर्तते अनुवर्तते अनुवर्तेते अनुवर्तन्ते युद्धम् अनुवर्तमानम् अस्ति हा इति अस्ति समीचीनं सहदेव महोदय पदार्थयः स्पर्धन्ते स्पर्धन्ते स्पर्धन्ते बहुवचनं पुल्लिङ्ग अस्ति पदार्थयः स्वर्धमानाः अस्ति प्रतिवर्गं तथा भवति अपरस्य समयः अस्ति चेत् त्यजतु कृपया अस्तु तत्र पदार्थयः इत्यस्य वचनं किं महोदय बहुवचनं बहुवचनं हा तर्हि पुनः वदतु कृपया पदार्थयः स्पर्धमानाः सन्ति हा हा समीचीनमस्ति अस्माकं स्मरणं भवेत् यत् अस्मिन् यत्र यथा शतरन्तपदमस्ति शानजन्तपदम् इत्यस्य उपयोगद्वयमस्ति शतरन्तपदं यथा वयं दृष्टवन्तः यत्र एकः मनुष्यः क्रियाद्वयं करोति यथा बालकः खादन् गच्छति सः गच्छति अपि खादति अपि इति कृत्वा बालकः खादन् गच्छति इति एकः प्रयोगः अस्ति द्वितीयः प्रयोगः अस्ति यत् यः कार्यं यः क्रियां करोति सः एकामेव क्रियां करोति किन्तु तस्य भिन्नविभक्तिकत्वम् अस्ति यथा अहं गच्छन्तं बालकं पश्यामि अत्र बालकः गच्छन् अस्ति तं पश्यामि तर्हि बालकस्य एका एव क्रिया अस्ति बालकः खादन् गच्छति तत्र बालकस्य क्रियाद्वयमस्ति प्रथमाविभक्तौ बालकः खादन् गच्छति द्वितीयप्रयोगः यत्र जनद्वयमस्ति अथवा कर्तृद्वयमस्ति कर्तृपदद्वयमस्ति तत्र अहं गच्छन्तं बालकं पश्यामि तत्र द्वितीयप्रयोगः अस्ति शानजन्तप्रयोगः रूपमपि तादृशं तादृश तत्र तादृशप्रयोगद्वयमपि भवति अत्र आधिक्येन केनचित् कारणेन तत्र आधिक्येन विशेषणं भवति विशेषणत्वेन यदा बालकः खादन् गच्छति यद्यपि खादन् विशेषणम् इति तु अस्ति शत्रन्तरूपं शानजन्तरूपं सर्वदा विशेषणं भवति किन्तु बालकः खादन् गच्छति तत्र आधिक्येन तत्र प्रमुखार्थः तत्र क्रिया इति अर्थः अस्ति क्रियापदवत् बालकः खादन् गच्छति यद्यपि खादन् इति बालकस्य विशेषणं खादन् बालकः गच्छति किन्तु शब्दक्रमः सामान्यतया तथा भवति बालकः खादन् गच्छति पुनः यत्र साक्षात् विशेषणत्वेन उपयुज्यते अहं गच्छन्तं बालकं पश्यामि तत्र गच्छन्तमिति साक्षात् तत्र विशेषणत्वेन उपयुज्यते शानजन्तरूपमपि तथा उपयोगद्वयमस्ति यद्यपि अधिकतया तत्र अधिकतया आधिक्येन उपयुज्यते विशेषणरूपेण विशेषणत्वेन. अत्र अस्ति इति बहु समीचीनप्रयोगः नास्ति. अस्ति अस्ति इति सर्वत्र खात्रः खिद्यते खिद्यमानः अस्ति. सामान्यतया तस्मिन् अर्थे भवति चेत् खात्रः खिद्यते इति एव वक्तव्यमस्ति. खिद्यमानः खात्रः समीचीनः अथवा कार्यं करोति. खिद्यमानः कात्रः कार्यं करोति, तादृशं वाक्यं समीचीनमस्ति. केवलम् अस्ति अस्ति अस्ति इति भवति चेत् बहु सम्यक् नास्ति. तस्मिन् अर्थे एव लट्लकारः कार्यं करोति. अतः अस्ति इति आधिक्येन मास्तु. तत्र विशेषणत्वेन उपयोगः भवति चेत् क्रियापदं भिन्नं किमपि भवति चेत् समीचीनमस्ति. अस्तु, अस्माकं परिचयः जातः. अग्रिमे सप्ताहे तः अग्रे गच्छेम. तर्हि न इदानीं तत्र ईमेल् प्रेषयतु, इदानीं समयः नास्ति. धन्यवादः सर्वेषां. धन्यवादः. धन्यवादः महोदय.